नमस्कारः सर्वेभ्यः, स्वागतम्। अद्यतनन्यायचिन्तनवर्गे भवतां स्वागतमस्ति। इदानीं विषयः अस्ति तत्र व्यतिरेकव्याप्तिविषये, अपि च व्यापकत्वविषये, इतोपि सूक्ष्मचिन्तनं। तत्र पञ्चाधिकद्विशततमे पुटे स्मः, 205 इति तमे पुटे, तत्र व्यतिरेकव्याप्तिः इति शीर्षकः अस्ति। तत्र अनुप्रिया भगिनी पठितुमिच्छति वा? आं महोदय। व्यतिरेकव्याप्तिः सम्प्रति व्यतिरेकव्याप्तिं दर्शयति, तत्र वह्निः नास्ति इति। व्यतिरेकः अभावः, स च साध्यश्च साध्यस्य हेतोश्च ग्राह्यः, तयोः व्याप्तिरूपः सम्बन्धः। इह अपि एकः व्यापको भवति, अपरः व्याप्यः। यः व्यापकः स व्याप्तिनिरूपकः इति उच्यते। यः व्याप्यः स व्याप्ति आश्रयः। यदा वह्निः व्यापकः, धूमनिष्ठव्याप्तिनिरूपकः, धूमः वह्निनिरूपितव्याप्ति आश्रयः। अस्तु, पूर्णतया पठामि वा महोदय? नो चेत् एतावत् किं पठितं तदुक्त्वा अग्रे गच्छामः। अस्तु, तद् समीचीनम्। अस्तु, इदानीं व्यतिरेकव्याप्तिः विषये प्रथमं वयं अन्वय लिङ्गं त्रिविधम् इति दृष्टवन्तः। तत्र अन्वयव्यतिरेकी विषये गतसप्ताहे दृष्टवन्तः। इदानीं केवलव्यतिरेकी, तदेव किल व्यतिरेकव्याप्तिः इति। तत्र व्यतिरेकव्याप्तिं व्याप्तिः स्वीकुर्मः चेत् तत्र वह्निः नास्ति इति आकारः। तत्र व्यतिरेकः इत्युक्ते भगिनि एकनिमिषम्, अत्र केवल अन्वयी तत्तु उदाहरणे किञ्चित् स्थूलाक्षरैः उक्तं, किन्तु तथापि यत्र व्याप्तिद्वयमस्ति, अन्वयव्याप्ति अपि च व्यतिरेक, तस्मिन् विषये एव इदानीं चर्चा अस्ति। तत्र अन्वयव्याप्ति अन्वयव्याप्ति व्यतिरेकव्याप्तिद्वयम् अस्ति, तस्मिन् अन्वयव्याप्ति का इति उक्तं गते सप्ताहे। इदानीं तस्मिन्नेव सन्दर्भे व्यतिरेकव्याप्तिः का इत्युक्ते, अन्वयव्याप्तौ भावः अस्ति, हेतोः भावः, साध्यस्य भावः, तेषां विद्यमानम् अस्ति, विद्यमानत्वं खलु। तत्र यस्यां व्याप्तौ विद्यमानत्वं, हेतोः विद्यमानत्वं, साध्यस्य विद्यमानत्वं, तत् अन्वयव्याप्तिः। इदानीं द्वितीयः, खलु, द्वितीयः। नमस्ते लक्ष्मी भगिनी। तत्र यदा वयं पठितवन्तः उभावपि अस्ति इति, तत्र प्रथमविधं वयं गतसप्ताहे दृष्टवन्तः, तस्य एव द्वितीयभागः किल। इदानीम् अवगतं, यस्यां व्याप्तौ साध्यभाव हेतुभावः च घटकौ, सा व्यतिरेकव्याप्तिः इति पूर्वस्मिन् पुटे अस्ति वाक्यं पठामि, तद् इदानीम् अग्रे इतोपि विस्तारेण उच्यते। अस्तु, तत्र वह्निः नास्ति इति, इदानीं तत्र व्यतिरेकः इत्युक्ते अभावः, वह्निः नास्ति इति इत्युक्ते तत्र वह्नेः अभावः अस्ति इति। स च साध्यस्य हेतोश्च ग्राह्यः। यदा वयं वह्निः नास्ति इति वदामः, तत्र कस्य ग्राहकः भवति इत्युक्ते साध्यस्य साध्यस्य हेतोः अभावः। धूमवत्वात् अस्तु, तस्यापि ग्राहकत्वं भवति। अस्तु, तयोः व्याप्तिरूपसम्बन्धः। तयोः इत्युक्ते साध्यहेतोः व्याप्तिरूपसम्बन्धः, तद् वयं पूर्वं दृष्टवन्तः। इह अपि एकः व्यापको भवति अपरः व्याप्यः. अत्रापि यदा वयं साध्यहेतोः व्याप्तिरूपसम्बन्धः इति वदामः तत्र एकः व्यापकः साध्यः व्यापकः हेतुः व्याप्यः. समीचीनं वा महोदय? आं तदेव. व्याप्यः यः व्यापकः सः व्याप्तिनिरूपकः इति उच्यते. व्यापकः इदानीं साध्यः, साध्यः व्याप्तिनिरूपकः इति अपि उच्यते. व्याप्यः हेतुः व्याप्यः सः व्याप्ति आश्रयः, तस्य अपरनाम प्रायः व्याप्ति आश्रयः. यथा वह्निः व्यापकः, धूमनिष्ठव्याप्तिनिरूपकः इति भवति. यदा इदानीं साध्यहेतोः व्याप्ति रूपसम्बन्धः अस्ति इति निरूपितवन्तः वा निरूपितवन्तः तत्र वह्निः व्यापकः, तत्र धूमनिष्ठव्याप्तिनिरूपकः. धूमहेतोनिष्ठव्याप्तिनिरूपकः अस्तु. धूमः वह्निनिरूपितव्याप्ति आश्रयः. वह्निः तु धूमनिष्ठव्याप्तिनिरूपकः, धूमः साध्य वह्निः साध्यः, वह्निनिरूपितव्याप्ति आश्रयः, सः एव व्याप्यः. व्याप्यः व्याप्ति आश्रयः व्यापकः. व्यापकः व्याप्तिनिरूपकः सः एव धूमनिष्ठव्याप्तिनिरूपकः वह्निः इति. इदानीं वर्गे किञ्चित् चर्चा जाता अस्मिन् विषये, यतोहि बहुपूर्वं यत्र यज्ञदत्तः आसने निष्ठः, अपि च द्रव्यगुण तत्र षष्ठतमे पुटे पेज् सिक्स् तत्र एकनिमिषं पश्यतु. लक्ष्मीभगिनी पश्यति किल? चिन्ता नास्ति, अभवत् फ्री कान्फरेन्स् काल् मध्ये अपि किञ्चित् क्लेशः अभवत्. एवं वा? अस्तु, निमिषत्रयमेव इदानीं पठितं भवती श्रुतवती. यत्किमपि आरम्भं तत् तु भवती आसीत् अत्र. तत्र पश्यन्तु सर्वे, द्रव्यम् अधिकरणता अधेयता गुणः इति अस्ति खलु. तर्हि तत्र वाक्यं कथं भवति रमप्रिया भगिनी? द्रव्यनिष्ठ अधिकरणता निरूपित आदेयता आश्रयः गुणः. अथवा गुणवान् इति उपरि. इदानीं तस्य द्रव्यस्य स्थाने वह्निः इति स्वीकुर्मः. अधिकरणता तत्र व्यापकत्वम्. आदेयता इत्यस्य स्थाने व्याप्तिः अथवा व्याप्यत्वम्. अपि च गुणस्य स्थाने किं? धूमः. धूमः, साधु. इदानीं वाक्यं कथं भवति? व्यापकत्वनिरूपित व्याप्यत्वाश्रयः धूमः. साधु. किन्तु अत्र किम् उक्तं? व्यापकः धूमनिष्ठव्याप्तिनिरूपकः इति उक्तं खलु. वस्तुतः तथा वक्तव्यं भवति यथा भवत्या उक्तं. वह्निनिष्ठव्यापकत्वनिरूपितव्याप्त्याश्रयः व्याप्यत्वाश्रयः धूमः इति वक्तव्यं. किन्तु तद् अनुक्त्वा किञ्चित् डायगनल् मार्गे गतं. तत्र धूमनिष्ठव्याप्तेः निरूपकः साक्षात् वह्निः इति, वितौट् गोयिङ्ग् निरूपित इति अधिकरण तथा न गत्वा अगत्वा आदेयतातः साक्षात् द्रव्यपर्यन्तं गतं, यथा गुणनिष्ठ आदेयता निरूपकः द्रव्यं तथा. किञ्चित् किं शार्ट्कट् इव स्वीकृतम्. विवक्षा तु समानं किन्तु किञ्चित् किं सर्वम् अनुक्त्वा इति अत्र दर्शितं, किन्तु समानं यत्र यथा वह्नेः स्थाने किं द्रव्यस्य स्थाने वह्निं स्थापयामः, अधिकरणतायाः स्थाने व्यापकत्वम्, आदेयतायाः स्थाने व्याप्तिः, अपि च गुणस्य स्थाने धूमः, तत्र सम्यक् भवति. तत्तु तत्तु सत्यमेव. अत्र अस्मिन् परिच्छेदे किञ्चित् किं सूक्ष्मरूपेण उक्तं धूमनिष्ठव्याप्तेः निरूपकः व्यापकः अथवा वह्निः, खलु? लक्ष्मी भगिनि खलु भगिनि एकः प्रश्नः अस्ति, यत्र व्यतिरेकस्थले व्यतिरेकस्थले धूमः धूमः व्यापकः वह्निः व्याप्यः खलु, धूमदेशवृत्तित्वं अग्रे आगच्छति, भवतेव पठतु पूर्व तस्मात् पठतु. तत्र एतावत् केवल अन्वयव्याप्तिः, यतोहि अभावः न उक्तं खलु, व्यापकः अत्र व्यतिरेकविषये धूम अभावः व्यापकः, वह्नि अभावः व्याप्यः, भिन्नमस्ति तत्र. इदानीं भवतीव पठति पठिष्यति अग्रे पठतु कृपया पूर्व. पूर्व उदाहृतस्थले दृष्टम् इदम् अस्माभिः, शते अधिकरणेषु मध्ये दशसु स्थलेषु अस्ति वह्निः, धूमश्च पञ्चसु स्थलेषु. तर्हि दशभ्यः अधिकरणेभ्यः भिन्नाः ये ये पदार्थाः हृदादयः तत्र हृदादयः तत्र वह्निः नास्ति, धूममपि नास्ति, न तु एतावन्मात्रम्. वह्निरपि यानि दश अधिकरणानि तेषु पञ्चसु एव अस्ति धूमः, तद् इतरेषु तर्हि धूमो नास्ति इति अभावः आगतः. अस्तु, अत्र पूर्व उदाहृतस्थले इत्युक्ते पूर्वम् उदाहरणं किम् आसीत्, पर्वते वह्निमान् इति, तदेव उदाहरणं वा? आमां समानम्. अपि च तत्र किं चतुरङ्गफलकमासीत् खलु, चेस् बोर्ड्, तत्र किञ्चित् भिन्नम्. अत्र तत्र 64 इति स्थानानि आसन्, अत्र अत्र शत मिलित्वा शत पृष्ठसङ्ख्या एकशताधिक एकनवतिः तथा एव तत्र 8x8 इदानीं 10x10 चिन्तयतु. ओ, शत अधिकरणेषु इति अधिकरणेषु मध्ये दशसु स्थलेषु अस्ति वह्निः, धूमश्च पञ्चसु स्थलेषु. ओ अस्तु अस्तु, वयमेव अत्र किञ्चित् इमेजिन् कुर्मः इति मन्ये, अत्र तु अष्टस्थले स्थलाः सन्ति. अस्तु, तत्र सर्व यत्र तत्र दशभ्यः अधिकरणेभ्यः भिन्नाः ये ये पदार्थाः हृदादयः तत्र वह्निः नास्ति, धूमोपि नास्ति. अस्तु अस्तु, अत्र अस्मिन् चित्रे अस्मिन् यदि एतदेव चित्रं स्वीकुर्मः चेत् तत्र केचलस्थलेषु वह्निः अस्ति, केचलस्थलेषु वह्निः धूमः द्वयोः अपि अस्ति, केचलस्थलेषु अन्यस्थलेषु वह्निः धूमः कोऽपि नास्ति. तादृश स्थलः यत्र वह्निः अपि नास्ति, धूमः अपि नास्ति, ते हृदादयः इति स्वीकुर्मः. अन्यत्र वह्निः अस्ति, यत्र वह्निः अस्ति तत्र अवश्यं धूमः अस्ति, किन्तु यत्र न तथा विपरीतम् विपरीतं यत्र धूमः अस्ति तत्र अवश्यं वह्निः अस्ति, किन्तु यत्र वह्निः अस्ति तत्र धूमः प्रायः अस्ति न अस्ति वा इति चित्रं चित्रे पश्यामः. तर्हि इदानीम् आहत्य शते अधिकरणेषु किम् अस्ति? शते अधिकरणानि सन्ति, तेषु कति स्थलेषु वह्निः अस्ति? तेषु दशस्थलेषु वह्निः अस्ति. वह्नि अभावः कति? वह्नि अभावः 90 स्थलेषु वह्नि अभावः. धूमः? धूमः अपि धूमः 95 स्थलेषु. न धूमः न धूम अभावः धूमः ओ धूमः धूमः अपि 95 स्थलेषु खलु, इत्युक्ते 90 स्थलेषु अपि धूमः अभावः. अन्यत्र यत्र वह्निः अस्ति तत्रापि धूमः अभावः अस्ति, धूमस्य अभावः अस्ति इति कृत्वा. तर्हि धूमः कति स्थलेषु? धूमः ओ धूमः 5 स्थलेषु. धूम अभावः? धूमभावः 95 स्थलेषु. तर्हि कस्य अधिकदेशवृत्तित्वम्? अधिकदेशवृत्तित्वं वह्नि अभाव धूम अभावस्य अधिकदेशवृत्तित्वम् इति आगच्छति. अस्तु खलु. आमां साधु अग्रे पठतु कृपया. आहत्य 90 स्थलेषु वह्नि अभावः, 95 स्थलेषु धूमाभावः इति लभ्यते. ओ तेन च धूमाभावः व्यापकः वह्नि अभावनिष्ठय व्याप्तिनिरूपकः. वह्नि अभावश्च धूमभावव्याप्यः धूमभावनिरूपितव्याप्त्या आश्रयः इति च आयाति. अतः यत्र यत्र वह्नि अभावः तत्र धूमाभावः इति उक्तं साधु सङ्गच्छते. अस्तु इदानीमेव दृष्टवन्तः तत्र 90 स्थलेषु वह्नि अभावः, 95 स्थलेषु 95 स्थलेषु धूमाभावः इति अधिकन्यून अधिकवृत्तित्वं धूमाभावे वह्नि अभावे न्यूनदेशवृत्तित्वम्. अतः धूमभावः व्यापकः, वह्नि अभावः व्याप्यः. वाक्यं भवति वह्नि अभावनिष्ठव्याप्तिनिरूपकः. अस्तु धूमभावः धूमभावः व्यापकः लक्षणवाक्यं भवति वह्नि अभावनिष्ठ व्याप्तिनिरूपकः. अत्र पुनः धूमभावः वह्नियभावः द्वयोः मध्ये सम्बन्धः अस्ति, तस्य सम्बन्धः एव व्याप्ति इति उच्यते. तत्र वह्नियभावनिष्ठ व्याप्तिनिरूपकः धूमभावः. अपि च विपरीतरीत्या धूमभावनिरूपित व्याप्त्याश्रयः वह्नि अभावः इति विपरीतरीत्या आगच्छति. अतः यत्र यत्र वह्नि अभावः तत्र तत्र धूमभावः सम्यक् इति सार्थकं भवति. स च वाक्यं सार्थकं भवति यतोहि इदानीं दर्शितं खलु कः कः व्यापकः कः व्याप्यः इत्यस्मात् अभावपदप्रयुज्य यत् यत्र यत्र वाक्यम् अस्ति तत् व्यतिरेकव्याप्तेः प्रतिपादनवाक्यं प्रतिपादकवाक्यं प्रतिपादकम् अथवा निर्देशकं वाक्यम् इति वर्गे उक्तं निर्देशकम् अथवा प्रतिपादकं व्याप्तेः प्रतिपादकं व्याप्तेः निर्देशकम् अतः व्यतिरेकव्याप्तेः निर्देशकं वाक्यम् अस्ति. यत्र यत्र साध्याभावः तत्र हेत्वभावः मूलविषयः. साधु महोदय भगिनि प्रश्नः अस्ति वा? न महोदय. भगिनि अग्रे पठतु कृपया. अग्रे पठतु कृपया. अस्तु. अन्यूनवृत्तित्वं व्यापकत्वं न तु अधिक अधिकदेशवृत्तित्वम् अत्र क्षम्यताम्. एतावता सर्वैः उक्तम् एकः अधिकदेशव्याप्तिवृत्तिः अपरस्य न्यूनदेश वृत्तिः इति बहुवारम् अस्माभिः उक्तं खलु. तस्य परिष्कारम् अग्रे उच्यते. इत्युक्ते तत्तु किञ्चित् आरम्भस्तरे एतादृशचिन्तनम् अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति व्यापकविषये व्यापकस्य अधिकदेशवृत्तित्वं व्याप्यस्य न्यूनवृत्तित्वं न्यूनदेशवृत्तित्वम् इति बहुवारम् अस्माभिः प्रयुज्यमेव वाक्यं तादृशवाक्यं. तस्य परिष्कारम् अग्रे उच्यते. क्षम्यतां सरलभगिनी अग्रे. अत्र इदम् अवधेयं वह्निधूमयोः उदाहरणं तद् तद् उपपादनाय तयोः अधिकरणानां परिगणनं तत्र न्यूनत्वा अधिकविचार इति सर्वज्ञात्वा एवं कस्यचित् भवति ज्ञानम्. व्यापको नाम अधिकस्थलवृत्तिः, व्याप्यो नाम न्यूनस्थलवृत्तिः. युज्यते च अपि इदं प्रकृते उदाहरणे व्याप्यस्य धूमस्य पञ्चस्थलानि, व्यापकस्य वह्नेः दशस्थलानि, एवम् अभावयोऽपि व्याप्यस्य वह्न्याभावस्य 90 स्थलानि, व्यापकस्य धूमाभावस्य 95 स्थलानि. इदानीं यथा महोदय भवान् उक्तवन्तः, वयं जानीमः अधिकदेशवृत्तितम् अस्ति व्यापकत्वं सूचयति, न्यूनदेशवृत्तित्वं व्याप्यत्वं या व्याप्ति अस्ति सूच्यते. इदानीं अस्माकं प्रकृत उदाहरणम् अस्ति वह्निधूमयोः. तद् वह्निधूमयो वयं दृष्टवन्तः पूर्वं यथा चेस् बोर्ड् उदाहरणे परिगण यत्र वह्नी अस्ति तेषां स्थलेषु अस्ति 10 स्थलानि, धूमस्य 5 स्थलानि अस्ति, अपि वैन्याभावस्य स्थलानि भवति 90, धूमाभावस्य स्थलानि भवति 95. पूर्वं वयं परिगणत्वा इति साधितवन्तः. वह्नी यदि अन्वयरीति अन्यव्याप्ति अन्वयव्याप्ति अस्ति तत्र वयम् उक्तवन्तः वह्नी अधिक साध्यस्य वा वह्नोः अधिकानि स्थलानि सन्ति, अतः वह्नी व्यापक अस्ति, धूमस्य स्थलानि न्यूनानि सन्ति, तस्य धूमव्याप्य भवति. विपरीतित्वा व्यतिरेक व्याप्तिस्थले वह्न्याभावस्थलानि न्यूना सन्ति, तो वह्नी व्याप्य अस्ति. धूमाभावस्य स्थलानि अधिकानि सन्ति, तो धूमाभाव व्यापक अस्ति. किन्तु अग्रे तस्य परिष्कारम् आगच्छति. भगिनि तत्र व्यतिरेकव्याप्तिविषये अभावविषये कः व्यापकः कः व्याप्यः? धूमाभाव इति व्यापकः अस्ति तत्र, कारण कि तस्य अधिकदेशवृत्तिः भवति 95 स्थलानि. व्याप्य वह्न्याभाव अस्ति, तस्य न्यूनदेशवृत्तिः अस्ति 90 स्थलानि इति. प्रश्नः अस्ति वा अस्मिन्? अग्रे रामप्रिया भगिनी प्रायः तत्र पञ्चव्याख्यानि पञ्चवाक्यानि पठतु कृपया. आं महोदय. परन्तु अनेकानि तथाविधानि साध्यहेतोः उदाहरणानि भवन्ति, यत्र साध्यस्य यावन्ति स्थलानि तत्तुल्यानि हेतोः अपि, न हि तत्र न्यून अधिक अभावः. न्यून अधिक भावः एव. यथा वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र, अत्र च वह्निः पक्षः तेजः तेजस्त्वजातिः साध्यते. पञ्च अभवत् वा महोदय? वन् अस्तु अस्तु. तत्र परन्तु अनेकानि तदाविधानि साध्यहेतोः उदाहरणानि भवन्ति, यत्र साध्यस्य यावन्ति स्थलानि तत्तुल्यानि हेतोः अपि. अस्तु, इदानीं पर्यन्तं वयं किं दृष्टवन्तः इत्युक्ते, यत्र अधिकदेशवृत्तित्वं अनन्तरं न्यूनदेशवृत्तित्वं साध्यहेतोः. अस्तु, तत्र इदानीं किं वदन्ति इत्युक्ते, तत्र साध्यहेतोः उदाहरणानि यदा वयं स्वीकुर्मः, केषुचित् स्थलेषु साध्यस्य यावन्ति स्थलानि इत्युक्ते समानरीत्या भवन्ति. साध्यस्य अपि हेतोः अपि समान स्थलानि भवन्ति. अतः न्यूनदेश वा अधिकदेश वा इति वक्तुं न शक्नुमः. न हि तत्र न्यून अधिक भावः भावः नास्ति. न्यूनदेशवृत्तित्वं कस्य, अधिकदेशवृत्तित्वं कस्य इति वयं तत्र साधयितुं न शक्नुमः. यदा अत्र उदाहरणमपि दत्तमस्ति, यथा वह्निः तेजस्त्ववान् उष्णस्पर्शात् इत्यत्र, वह्निः तेजस्त्ववान् उष्णस्पर्शात् इति स्वीकुर्मः चेत्, तत्र वह्निः इति पक्षः तेजस्त्वजातिः साध्यते, साध्यम् इति तेजस्त्वजातिः तत्र साध्यः, अतः उष्णस्पर्शात् इति हेतुः. उष्णस्पर्शात् तेजस्त्वजातिः वह्नौ साध्यते. उष्णस्पर्शः इति हेतुः. किं भगिनि? वेणी पुल्लिङ्गपदम् अस्ति. वेणी तेजस्वान् पुल्लिङ्गपदं साधु. आं भगिनि, यथा अग्निः तथा वह्निः पक्षः इति दत्तमस्ति किल, वह्निः पक्षः. पक्षः जातिः प्रायः स्त्रीलिङ्गं खलु, जातिः तर्हि साध्य प्रायः साध्यं वा साध्य जानामि साध्यः साध्या इति जातिः साध्या किन्तु साध्यते अत्र. अस्तु, अग्रे लक्ष्मी भगिनि अत्र. आं महोदय, अत्र तेजस्त्वजातेः यावन्ति अधिकरणानि तत्र सर्वत्र उष्णस्पर्शः वर्तते. एवम् उष्णस्पर्शः यावत्सु अधिकरणेषु अस्ति तत्र सर्वत्र तेजस्त्वजातिः, न हि अत्र अधिकरणानां न्यूनाधिक अभावः अस्ति च व्याप्यव्यापकभावः. अस्तु, अत्र उदाहरणमस्ति यत्र वह्निः तत्र तत्र न यत्र यत्र अत्र हेतुः अस्ति उष्णस्पर्शः, यत्र उष्णस्पर्शः तत्र तेजस्त्वजातिः इति तेजस्त्वजातिः इति. पूर्वस्मिन् उदाहरणे न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् उपयुज्य व्याप्यव्यापकभावः साधितः. अधुना अस्मिन् उदाहरणे तथा नास्ति. अस्मिन् उदाहरणे यत्र सर्वत्र यत्र उष्णस्पर्शः अस्ति तत्र सर्वत्र तेजस्त्वजातिः अपि सन्ति अस्ति इति एकविधम् विपरीतरूपेण विपरीतरूपेण यत्र सर्वत्र यत्र तेजस्त्वजातिः यत्र सर्वत्र यत्र उष्णस्पर्शः तत्र तेजस्त्वजातिः अस्ति विपरीतरीत्या अपि तदेव यत्र तेजस्त्वजातिः अस्ति तत्र उष्णस्पर्शम् उष्णत्वमपि अस्ति उष्णत्वमपि अस्ति यत्र तेजस्त्वं तत्र उष्णत्वं यत्र यत्र उष्णस्पर्शः तत्र तेजस्त्वम् इति विपरीतरीत्या समानमस्ति तेजस्त्वम् उष्णस्पर्शयोः मध्ये अधिकरणानि अत्र समव्याप्तिः इति उच्यते समव्याप्तिः अस्तु तर्हि कः कस्य न्यूनाधिकवृत्तिः न्यूनदेशवृत्तिः कस्य कस्यापि नास्ति समानवृत्तित्वमस्ति समानदेशवृत्तित्वम् हेतोः साध्योः समानदेशवृत्तित्वं किन्तु अन्तिमवाक्ये किम् उक्तम् न हि अत्र अधिकरणां न्यूनाधिकभावः अस्ति च व्याप्यव्यापकभावः यद्यपि तथापि व्याप्यव्यापकभावः अस्ति एव अस्मिन् उदाहरणे अपि प्रायः अग्रे आगच्छति कथं नूतन संज्ञा व्याप्यव्यापकभावयोः तर्हि अत्र भवत्याः ऊहां कर्तुं शक्नुवन्ति अत्र अधिकदेशवृत्तं वृत्तित्वम् इति न निष्कर्षः किन्तु अन्यूनवृत्तित्वं भवेत् इति आम् अस्तु प्रश्नः अस्ति वा रमप्रिया भगिनी व्याप्यस्य व्यापकस्य अन्यूनवृत्तित्वं भवेत् खलु वह्निभूमयोः उदाहरणे वह्निः यः व्यापकः नो चेत् यः व्यापकः सः अधिकदेशवृत्तित्वम् इति वयं स्वीकृतवन्तः अधुना अस्ति यः व्यापकः सः तस्य अन्यूनवृत्तित्वं न भवेत् अन्यूनवृत्तित्वं भवेत् अन्यूनं भवेत् व्यापकस्य खलु ओ अन्यूनं भवेत् आम् न्यूनं न भवेत् सत्यं व्यापकः शुड् बि लेस् मोर् आर् इक्वल् टु आमां व्याप्यः इक्वल् टु आर् ग्रेटर् देन् व्याप्यः बट् नाट् लेस् देन् आमाम् इति लाजिकल् वाक्यमस्ति प्रश्नः स्वशब्दैः वदति वा अस्तु यद् वयं दृष्टवन्तः इदानीं तेजस्त्वजा यत्र यत्र उष्णस्पर्शः तत्र तत्र तेजस्त्वजातिः इति एक प्रथमविधं विपरीतरीत्यापि वयं वक्तुं शक्नुमः यदा यत्र तेजस्त्वजातिः तत्र तत्र उष्णस्पर्शः इति अतः द्वयोः मध्ये तु न्यून अधिक अभाव न्यून अधिकभावः तु नास्ति परन्तु यदा भवान् उक्तवान् समव्याप्तिः अस्ति तस्य नामकरणम् एव व्याप्यव्यापकभावः इति व्याप्यव्यापकभावः सर्वत्र अस्ति समव्याप्तिः नास्ति चेत् अपि वह्निधूमयोः अपि अस्ति खलु अस्ति आमां व्याप्यभावः सर्वत्र अस्ति अत्र किं वदति यद्यपि समानदेशवृत्तित्वं तथापि व्याप्यव्यापकभावः तु अस्ति एव अस्ति एव तर्हि कः व्यापकः कः व्याप्यः किं चिन्तयन्ति व्यापकः इति तेजस्त्वजातिः उष्णस्पर्शः प्रायः व्याप्यः वाक्यं कथं भवति यत्र यत्र इति वाक्यं यत्र उष्णस्पर्शः तत्र तेजस्त्वजातिः यत्र यत्र यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति भवति वा तावत् तदा वदामः चेदेव तत् सत्यं भवति यत्र यत्र तेजस्त्वजातिः तत्र तत्र उष्णस्पर्शः तत्र अभावः अभावः इदानीं मास्तु केवलं भवत्या यत्र यत्र तेजस्त्वं तत्र उष्णस्पर्शः अस्मिन् वाक्ये कः व्यापकः ओहो विपरीतं भवति किल तेजस्त्वजातिः इदानीं व्याप्यः उष्णस्पर्शः व्यापकः तर्हि वाक्यं दृष्ट्वा एव वक्तुं शक्नुमः कः व्यापकः कः व्याप्यः इति समानदेशवृत्तित्वम् अस्ति विपरीतं किं वाक्यद्वयेन वक्तुं शक्नुमः खलु यत्र यत्र साध्यः तत्र तत्र हेतुः यत्र यत्र हेतुः इत्युक्ते पूर्वस्मिन् वाक्ये यः हेतुः आसीत् सः अस्मिन् वाक्ये साध्यः इत्युक्ते समव्याप्तिः तर्हि कः व्याप्यः कः व्यापकः इति वाक्यं दृष्ट्वा एव किं सम्यक्तया वक्तुं शक्नुमः अपि च कया उक्तं अभावविषये तथापि अस्ति खलु यत्र उष्णस्पर्श अभावः तत्र तेजस्व अभावः यत्र तेजस्व अभावः तत्र उष्णस्पर्श अभावः सर्वं साधु तत्रापि समव्याप्तिः एव सो महोदय यत्र वयं वदामि उष्णस्पर्श यत्र यत्र उष्णस्पर्श तत्र तत्र तेजस्व इति भवति उष्णस्पर्श तत्र हेतो व्याप्य तेजस्व तत्र व्यापकः भवति यदि वयं वदामः यत्र यत्र तेजस्व जातिः तत्र तत्र उष्णस्पर्शः अस्ति तत्र तेजस्व भवति व्याप्य उष्णस्पर्शः भवति व्यापकः साधु अस्तु सत्यं यत्र यत्र व्याप्यः तत्र व्यापकः इति वक्तव्यम् इति नियमः अस्ति अस्तु यथा अहं पृष्टवती यत्र यत्र कृष्ण अर्जुन तत्र श्रीव्याप्ति तद् अर्थः न भव महोदय उक्तवान् अनुमानवाक्यं नास्ति खलु अनुमानव्याप्तिमिति नास्ति इति नास्ति न तथा विवक्षा प्रायः भवति मर्हि किन्तु तत्र तत्र लाजिकल् इति न इच्छा तत्र तत्र भिन्न अर्थः इति मम चिन्तनम् साधु अग्रे सरलभगिनी पठतु कृपया अतः अतः साध्यत्वेन यत् अभिमतं तत् हेतोः यावन्ति अधिकरणानि तत् अपेक्षया न्यूनस्थलेषु मा भूत इति एव अपेक्षितम् एवंविधम् एव अन्यूनवृत्ति इति उच्यते तस्य च भाव अन्यूनवृत्तित्वम् अतः इति भवति साध्यत्वेन यदि अभिमतं तत् हेतु इदानीं यत् वयं दृष्टवन्तः साध्यत्वेन यथा तेजस्व इति जाति अस्ति तत् आदाय हेतुः द्वयोः समाना अधिकरणम् अस्ति कथं यथा साध्य तेजस्व वह्निः जाति वह्नित्वं वह्नित्वम् अपि तेजस्वं वह्नि जाति अस्ति उष्णस्पर्शमपि वह्नि अस्ति सो तयोः समानाधिकरणं भवति सो साध्यत्वेन अभिमतं हेतोः अयं वयम् इति समानाधिकरणं आनीत्वा वयं दृष्टवन्तः द्वयोः साध्यहेतयोः समान अधिकरणम् अस्ति. तत्र अधिकं वा न्यूनम् इति अधिकरणानि न सन्ति. यावन्ति अधिकरणानि तदपेक्षा न्यूनस्थलेषु मा भूत् इति ग्रन्थकार इति सावधानतया इति वदति. सावधान भवतु मा वदतु अधिकरदेशवृत्ति इति व्यापकत्वं वा न्यूनदेशवृत्तित्वम् इति व्याप्यत्वम् इति नास्ति इति सावधानं करोति. एवं विधं च एव अन्यूनवृत्तिः इति उच्यते. यदि समव्याप्तिः अस्ति यत्र अधिकरणानि साध्यस्य अपि हेतोः समानाः सन्ति तत्र वयं वदामः अन्यूनवृत्तिः इति नामकरणम् आगच्छति. तत्र तस्मिन् अस्ति अन्यूनवृत्तित्वम्. हलो, तत्र लक्ष्मी भगिनी वदति वा स्वशब्दैः. आं महोदय, अत्र यत्र अन्यूनवृत्तित्वम् इति अस्य परिभाषा अत्र पारिभाषिक पदस्य संज्ञा अस्ति. इत्युक्ते यावन्ति अधिकरणानि न साध्यस्य अधिकरणानि यावन्ति सन्ति तावन्ति एव हेतोः अपि भवेयुः इति न अन्यूनवृत्तित्वं खलु. साध्यस्य अधिकरणानि अपि च हेतोः अधिकरणानि समानं भवेत् न यस्य यः व्यापकः तस्य यः व्यापकः तस्य अधिकरणानि व्याप्यस्य अपेक्षया न्यूनं न भवेत् अत्र व्यापकव्याप्य इति अनुक्त्वा यथा उक्तं तथा किञ्चित् प्रतिपादयतु. अतः साध्यत्वेन किं वाक्यस्य का शैली इति एकवारं पश्यतु. साध्यत्वेन यत् अभिमतं तत् हेतोः यावन् यद्वयं साध्यं स्वीकुर्मः सहपदार्थः तस्य कृते किमपि हेतुः अस्ति तत् हेतोः यावन्ति अधिकरणानि तदपेक्षया अस्तु साध्यं यत् साध्यं तस्य हेतोः यावन्ति अधिकरणानि तदपेक्षया न्यूनस्थलेषु मा भूत इत्येव अपेक्षितं. तत् पदं मा भूत् तथा अन्वयः भवति. तत् यदभिमतं तत् मा भूत् तत् हेतोः यावन्ति अधिकरणानि तत् तस्य अपेक्षया मा भूत् इति किम् एकवचनं नो चेत् मा भूवन् इति भवति खलु. मा भूत् कः कः किं लकारः कः लकारः लुङ् इति अस्ति. तत्र मा इति विषये किं सूत्रमस्ति इति वर्गे अहं न जानामि. प्रायः सूत्रमस्ति कोऽपि जानाति कापि जानाति चेत् तत्र अकारः लुप्यते तेन सूत्रेण माङ्गी लुङ् इति च चिन्तयामि. माङ्गे लोङ् अपि न माङ्गे लोङ् अकारस्य लोपः भवति तस्मिन् अध्याये. माङ्गे लुङ् षष्टम अध्याये इति चिन्तयामि अहं, दृष्ट्वा वदामि भगिनि. मा भूत् इति अस्ति एकवचने, नो चेत् मा भुवन् इति भवेत् इति अपेक्षितं. मा भूत् साध्यस्य अधिकरणानि तत् हेतोः अधिकरणानाम् अपेक्षया न्यूनस्थलेषु मा भुवन् इति अपेक्षितम्. एवंविधम् एव अन्य अन्यूनवृत्ति इत्युच्यते. साध्यस्य अधिकरणानि हेतोः अपेक्षया न्यूनं वा भवेत् इति तदेव अन्यूनवृत्तिः इति उच्यते. तस्य भावः अन्यूनवृत्तित्वम् व्यापकस्य लक्षणम् इति वर्गे उक्तम्. अस्तु, ओ व्यापकस्य लक्षणम्, ओ व्यापकस्य लक्षणम् अन्यूनवृत्तित्वम्. आम् पूर्वं तदेव वक्तुं प्रयत्नं कृतवती, तदुना समीचीनम्. अस्तु, पूर्वम् अस्माभिः अधिकदेशवृत्तिः इति अस्माभिः चिन्तितम्. व्यापकस्य लक्षणम् अधिकदेशवृत्तित्वम् इति तथा नास्ति, वस्तुतया अन्यूनवृत्तित्वम् आम् इति, न्यूनं मा भवेत् इति. तत्र अस्मिन् एतावता एव पठितम्, अस्मिन् किञ्चित् चर्चा जाता तत्र. अत्र कथम् उदाहरणमागतम् अत्र उष्णस्पर्शः तेजस्त्वं, तत्तु तस्य लक्षणमस्ति, तेजसः लक्षणम् उष्णस्पर्शत्वम्. अपि च अन्य उदाहरणं पूर्वस्मिन् तत्सूलक्षरैः पठितं, प्रमेयत्वम् अभिधेयत्वं, यत्र यत्र प्रमेयत्वं तत्र अभिधेयत्वम् इति आसीत् खलु. यत्र प्रमेयत्वं तत्र अभिधेयत्वं, तत्रापि समानव्याप्तिः इति महोदय उक्तवान्. तत्रापि किञ्चित् लक्षणवाक्यमेव केवलम् उदाहरणम् इति. तर्हि कथम् अन्यत्र कुत्र भवति वा इति मया पृष्टं, तादृशसमव्याप्तिः अग्रे महोदय वक्षति इति उक्तवान्. न दृश्यते अस्माभिः समानव्याप्तिः, अधिकं न दृश्यते खलु, सामान्यानुभवे. महोदय, अत्र साध्यः शुड् बि ग्रेटर् देन् आर् ईक्वल् टु हेतुः इति भवति वा? सत्यम्. मेथमेटिक्स् नाट् लेस् देन् मयापि चिन्त्य कुत्र अस्मिन् उदाहरणं सामान्य अनुभवे कुत्र तथा अस्ति यत्र सम्यक्तया वक्तुं शक्नुमः यत्र तथा, किन्तु चिन्तनीयं, प्रायः उदाहरणानि सन्ति किन्तु इतोपि अनुमानस्थले इति चिन्तनीयं किल, अतः लक्ष्यं तेजः, तस्य लक्षणम् उष्णस्पर्शः इति उक्तम्. लक्ष्यं तेजः, तेजसः लक्षणम् उष्णस्पर्शत्वं. तर्हि यत्र तेजस्त्वं तत्र अवश्यम् उष्णस्पर्शत्वं खलु, यत्र तेजः तत्र तेजः अस्ति, उष्णस्पर्शः अस्ति इति तादृशरीत्या एव चिन्तयामः चेत् जलविषये अपि चिन्तितुं शक्नुमः किल, तत्रापि स्पर्शः अस्ति, शीतस्पर्शवान् खलु जलं, शीतस्पर्शवान् तत्र तादृशं स्पर्शः, तदेव उष्णस्पर्शः नास्ति खलु, न न न तदेव उष्णस्पर्शः नास्ति, यत्र शीतस्पर्शः तत्र, परन्तु तत्तु जलस्य गुणः अस्ति किल, अनुमानं नास्ति. भवतु नाम तावदेव चिन्तितं. प्रश्नः अस्ति वा, किमपि चिन्तनमस्ति वा? किमर्थं बहु तस्मिन् दिने बहु लघुभागः एव, हा हा चर्चा जाता. अपि च वर्गे किञ्चित् पञ्चदश दशनिमिषं पञ्चदशनिमिषं तत् उपस्थापनं भवति खलु, वयं न कुर्मः तथा, तदपि अस्ति. भगिनी पृष्टवती किल महोदय, सूत्रसङ्ख्या 33175. ओ अस्तु, धन्यवादः. माङ्गीलुङ्ग् अस्तु, आं वदतु महोदय. वर्गे इतोपि अधिकजनाः आसन् खलु, तत्र जननं किञ्चित् स्वशब्दैः जनैः, कश्चन जनैः स्वशब्दैः उक्तं, मध्ये मध्ये प्रश्नः आगतः इति, किन्तु भवत्यः तु सर्वम् अवगतवत्यः. तादृशं नास्ति, भवान् सम्यक् रीत्या वदति महोदय, पाठयति, अतः एव वदामि. यावत् मया अवगतं तत् मया उक्तं, तावदेव. इतोपि अधिकं चिन्तनं कर्तुम् इच्छन्ति चेत् अवश्यं तत्र ध्वनिमिदरं शृण्वन्तु. किञ्चित् मुख्यप्रश्नाः ये आगताः तत् मया उक्तमेव. माङ्गी दातः परे लुङ् लुङ् प्रत्ययः इति सूत्रं, माङ्गी लुङ् अतः एव सर्वदा मा भूत्, किन्तु अन्य अन्य लङ्लकार नास्ति. अस्तु, माङ्ग्योग् न माङ्ग्योगे इति प्रथमम्, अनन्तरं माङ्गी लुङ् भवति, द्वे उक्तवन्तः न माङ्गी लुङ् अपि, अनन्तरं माङ्गी. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः, नमस्कारः. नमस्कारः.